चतुर्दशोऽध्यायः सर्वम् उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगाद् उत्पद्यते इति उक्तं तत् कथमिति तत्प्रदर्शनार्थं परम्भूयः इत्यादिः अध्यायः आरभ्यते अथवा ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वं न तु साङ्ख्यानामिव स्वतन्त्रयोः इत्येवमर्थम् प्रकृतिस्थत्वं गुणेषु च सङ्गः संसारकारणमिति उक्तं कस्मिन् गुणे कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्ति इति गुणेभ्यश्च मोक्षणं कथं स्यात् मुक्तस्य च लक्षणं वक्तव्यम् इत्येवमर्थं च भगवानुवाच श्रीभगवानुवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमं यज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः परं ज्ञानम् इति व्यवहितेन सम्बन्धः भूयः पुनः पूर्वेषु सर्वेषु अध्यायेषु असकृत् उक्तमपि प्रवक्ष्यामि तच्च परं परवस्तु विषयत्वात् किं तत् ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम् उत्तमफलत्वात् ज्ञानानामिति न अमानित्वादीनां किं तर्हि यज्ञादिज्ञेयवस्तुविषयाणामिति तानि न मोक्षाय इदं तु मोक्ष इति परोत्तमशब्दाभ्यां स्तौति श्रोत्रबुद्धिरुच्युत्पादनार्थं यज्ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य मुनयः सन्यासिनः मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः अस्याश्च सिद्धेः ऐकान्तिकत्वं दर्शयति इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च इदं ज्ञानं यथोक्तम् उपाश्रित्य ज्ञानसाधनम् अनुष्ठाय इत्येतत् मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः न तु समानधर्मता साधर्म्यं क्षेत्रज्ञेश्वरयोः भेद अनभ्युपगमात् गीताशास्त्रे फलवादश्च अयं स्तुत्यर्थम् उच्यते सर्गेऽपि सृष्टिकालेऽपि न उपजायन्ते न उत्पद्यन्ते प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां न आपद्यन्ते न च्यवन्ति इत्यर्थः क्षेत्रक्षेत्रज्ञसंयोगः ईदृशः भूतकारणम् इत्यतः मम यो निर्माद्ब्रह्म तस्मिन् गर्भं दधाम्यहं सम्भवः सर्वभूतानां ततो भवति भारत मम स्वभूत मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणं सर्वकार्येभ्यो महत्त्वभरणाच्च स्वविकाराणां महद्ब्रह्म इति योनिरेव विशिष्यते तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम् अविद्याकामकर्मोपाधि स्वरूप अनुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः सम्भवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः तासां ब्रह्म महद्योनिः अहं बीजप्रदःपिता देवपितृमनुष्यपशुमृगादि सर्वयोनिषु कौन्तेय मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः सम्भवन्ति याः तासां मूर्तीनां ब्रह्म महन् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता के गुणाः कथं बध्नन्ति इति उच्यते सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनमव्ययम्। सत्त्वं रजः तमः इति इयं नामानः गुणाः इति पारिभाषिकः शब्दः, न रूपादिव द्रव्याश्रिताः गुणाः, न च गुणगुणिनोः अन्यत्वम् अत्र विवक्षितम्। तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वं क्षेत्रज्ञं निबध्नन्ति इव तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते। ते च प्रकृतिसम्भवाः भगवन् मायासम्भवाः निबध्नन्ति इव हे महाभाव। महान्तौ समर्थतरौ आजानुप्रलम्बबाहु यस्य सः महाबाहु। हे महाबाहो, देहि शरीरे देहिनं देहवन्तम् अव्ययम्, अव्ययत्वं च उक्तम् अनादित्वादित्यादि श्लोके। ननु देहीन लिप्यते इत्युक्तं, तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते। परिहृतम् अस्माभिः युवशब्देन निबध्नन्ति इव इति। तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते। तत्र सत्त्वं निर्मलत्वात् प्रकोशकमनामयं सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ। निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नाति। कथं? सुखसङ्गेन, सुखी अहम् इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषा एव सुखे सञ्जनम् इति। सैषा विद्या न हि विषयधर्मः विषयिणः भवति। इच्छादि च दृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवता। अतः अविद्यया एव स्वकीयधर्मभूतयः विषयविषयी अविवेकलक्षणेन अस्वात्मभूते सुखे सञ्जयति इव, आसक्तम् इव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिव। तथा ज्ञानसङ्गेन च, ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः न आत्मनः। आत्मधर्मत्वे सङ्ग अनुपपत्तेः, बन्ध अनुपपत्तेश्च, सुखैव ज्ञानादौ सङ्गः मन्तव्यः। हे अनघ अव्यसन, रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवं तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्। रजः रागात्मकं, रञ्जनात् रागः, गैरिकादिवतो रागात्मकं विद्धि जानीहि। तृष्णासङ्गसमुद्भवं, तृष्ण अप्राप्तविलासः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवं, तन्निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गे। दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम्। तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिः तन्निबध्नाति भारत। तमः तृतीयः गुणः अज्ञानजम्, अज्ञानाज्जातम् अज्ञानजं विद्धि मोहनं, मोहकरम् अविवेककरं सर्वदेहिन सर्वेषां देहवता। प्रमादालस्य निद्राभिः, प्रमादश्च आलस्यञ्च निद्रा च प्रमादालस्य निद्राः ताभिः, प्रमादालस्य निद्राभिः तमः निबध्नाति भारत। पुनः गुणानां व्यापारः संक्षेपतः उच्यते। सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत, ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युतं। सत्त्वं सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत, सञ्जयति इति अनुवर्तते। ज्ञानं सत्त्वकृतं विवेकम् आवृत्य आच्छाद्यतु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत प्रमादः नाम प्राप्तकर्तव्य अकरणम्। उक्तं कार्यं कदा कुर्वन्ति गुणाः इति उच्यते रजस्तमश्चाविभूय सत्त्वं भवति भारत रजस्सत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा। रजः तमश्च उभावपि अभिभूय सत्त्वं भवति उद्भवति वर्धते यदा तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखादि आरभते हि भारत। तथा रजोगुणः सत्त्वं तमश्च एव उभावपि अभिभूय वर्धते यदा तदा कर्म कृष्यादि स्वकार्यम् आरभते। तमाख्योगुणः सत्त्वं रजश्च उभावपि अभिभूय तथैव वर्धते यदा तदा ज्ञान आवरणादि स्वकार्यम् आरभते। यदा योगुणः उद्भूतः भवति तदा तस्य किं लिङ्गमिति उच्यते सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्या विवृद्धं सत्त्वमित्युत। सर्वद्वारेषु आत्मनः उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेः वृत्तिः प्रकाशः देहे अस्मिन् उपजायते तदेव ज्ञानं। यदा इयं प्रकाशो ज्ञानाख्या उपजायते तदा ज्ञानप्रकाशेन लिङ्गेन विद्यां विरुद्धम् उद्भूतं सत्त्वम् इति उत अपि। रजसः उद्भूतस्य इदं चिह्नं लोभप्रवृत्तिरारम्भः कर्मणामशमस्पृह रजस्येतानि जायन्ते विवृद्धे भरतर्षभ। लोभः परद्रव्यादित्स प्रवृत्तिः प्रवर्तनं सामान्यचेष्ट आरम्भः कस्य कर्मणः अशमः अनुपशमः हर्षरागादिप्रवृत्तिः स्पृह सर्वसामान्यवस्तुविषयात् तृष्ण। रजसि गुणे विरुद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन। अप्रकाशः अविवेकः अत्यन्तम् अप्रवृत्तिश्च प्रवृत्ति अभावः तत्कार्यं प्रमादो मोह एव च अविवेकः मूढता इत्यर्थः। तमसि गुणे विरुद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन।